सर्वेभ्यः नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटितमप्रभ, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. वाक्यकारम्बररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐऊन् ऋक् एवोङ् अयोच् अयवर्ट् लण् यमङ्गणनम् झभै घडदश् जबगडदश् खफ चट त चटतौ कफै शशसर् अल् इति माहेश्वराणि सूत्राणि. अस्तु, अरुण् महोदय, भवान् अद्य प्रारम्भं करोति वा? समर्थपदविधिः शुभामन्त्रिते पराङ्गवत् स्वरे प्राक्कडारसमासः सह शुभा अव्ययी भावः अव्ययं विभक्तिसमीपसंवृद्धिव्यर्थ्यर्थाभावत्ययप्रतिशब्दप्रादुर्भावपश्चात् यदानुभूव्य अवगमत्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु यदा सादृश्ये यावदावधारणे सुप्रतीनामात्रार्थे अक्षाशलाकासङ्ख्याः परिणा विभाषा अवपरिबहिरञ्जवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रतियाभिमुख्ये अनुर्यत्समया यच्च चायामः तिष्ठत्युत्प्रभृदीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च सङ्ख्याया. समीचीनं महोदय, धन्यवादः. अस्तु, अत्र वयम् अपपरिबहिरञ्चवस्पञ्चम्या इति सूत्रस्य अर्थः तद् अवलम्ब्य प्रक्रिया कीदृशी इत्यस्मिन् विषये चर्चां कृतवन्तः गतवर्गे. तत्र अपपरि बहिः अञ्चु इति अञ्चु इति धातुः अस्ति. धातुतः निष्पन्नं पदम् अञ्च् धातुतः निष्पन्नं पदम् अपपरि बहि. यदा एतैः सः तत्र सुबन्तः विद्यते तदा पञ्चमी अर्थे अस्ति चेत् तदा अविभावसमासः भवति इति. तत्र अभावपक्षे इदानीम् अविभावविभाषा इति महाविभाषाया अस्ति अपपरिबहिरञ्चवस्पञ्चम्या इति सूत्रं. विभाषा अभावपक्षे अत्र अपपरिवर्जने इति सूत्रेण तत्र परि अपि च अप इति एताभ्यां तत्र क्षम्यताम् एताभ्यां सः युक्तः पदं यत्किमपि भवतु तेन सः तत्र कर्मप्रवचनीय संज्ञा एतयोः पदयोः तत्र कर्मप्रवचनसंज्ञा भवति अपपरि वर्जने इति सूत्रेण. अपपरि इति एतयोः पदयोः कर्मप्रवचनसंज्ञा विधीयते तदा तत्र पञ्चम्यर्थे भवति. पञ्चम्यर्थे एव भवति वर्जने इत्युक्ते विहाय इत्यर्थः अर्थः अस्ति. तत्र अन्यं सूत्रमपि अस्माभिः तत्र पठितम्, आङ्मर्यादावचने. आङ्मर्यादावचने आङ्गिति निपातः, तत्र मर्यादावचने, तत्रापि वर्जयित्वा इति अर्थः. तस्मिन् अर्थे पञ्चमीविभक्त्यामेव भवति. तदपि तत्र कर्मप्रवचनसंज्ञा भवति. इदानीं कर्मप्रवचनसंज्ञा अस्ति इति कृत्वा एव तत्र पञ्चम्यपाङ्परिभिः इति सूत्रेण तत्र उपपदम्. उपपदम् इत्युक्ते तत्र अपपरि आङ् एतैः पदैः सह यः तिष्ठति, समीपे तिष्ठति, तस्य पञ्चमीविभक्तिविधानं भवति पञ्चम्यपाङ्परिभिः इति सूत्रं. तद् तु द्वितीयाध्याये तृतीयपादे अस्ति. तद् विभक्तिविधानसूत्रमस्ति तत्र. इति कृत्वा तत्र त्रीणि कार्याणि, विशिष्टकार्याणि सन्ति तत्र. अपपरिबहिरञ्चोः पञ्चम्या इति समासविधायकसूत्रमस्ति. तदनन्तरं तद् विकल्पपक्षे तत्र कर्मप्रवचनसंज्ञा भवति अपपरि आङ् इत्येषाम्. आङ् अग्रे वयं पठेम. आङ् इत्येषां तत्र कर्मप्रवचनसंज्ञा भवति. कर्मप्रवचनसंज्ञा भवति चेत् उपपदस्य पञ्चमीविभक्तिः भवति पञ्चम्यापाङ् परिभिः इति सूत्रेण इति अस्ति. अत्र उदाहरणानि तत्र यावत् पठितम् इत्युक्ते तत्र उपत्रिगर्तात् अनन्तरं परित्रिगर्तात् पर्यन्तं वयं गतवर्गे कृतवन्तः. अद्य बहिर्ग्रामात् प्राग्ग्रामात् इति उदाहरणद्वयं कुर्मः. तदनन्तरम् अग्रिमसूत्रं प्रति गच्छेम. अस्तु, गोमती भगिनी भवती आरम्भं करोति वा? बहिर्ग्रामात्. क्षम्यताम्, ऐ एम् नाट् एबल् टु गेट् टु ए सारी दिस् सूत्रम् ऐ एम् सर्चिङ्ग् ऐ एम् नाट् एबल् टु रीच् बहिर्ग्रामात् इति अस्ति खलु, तत्र किं सूत्रं? तत्र बहिः ग्रामात् इति अस्ति अवलौकिकविद्यालयम् to be bottom if you go it is also bottom. Not very bottom, it's always bottom. In the middle of the page. To be a 2a yeah, also it is there bagini 6 bindu 6 I am looking at 2a actually. Yeah, I am searching. We'll not waste time. Somebody else reads, I'll get that. Astu na usha bagini bhavati vadatu bagini tatra patina patanartha kimpi nasti tatra केवलं प्रक्रिया कीदृशी इत्येव वक्तव्यम्. अपपरि बहिरञ्च बह पञ्चम्या इति सूत्रेण बहिर्ग्रामात् इति समासपदं निष्पन्नं भवति. अपपरि बहि बहिर्ग्रामात् इति समस्तपदं वा? व्यस्तप्रयोगम् अपि भवति. बहिर् ग्रामात् यु केन् आल्सो मेक् इट् अस् सत्यं सत्यं तु मुख्यरूपं किं मुख्यरूपं समस्तपदमस्ति चेत् बहिर्ग्रामं तदेव मुख्यरूपमस्ति. बहिर्ग्रामम् इति समस्तपदं. बहिः योगः ग्रामः योगः ङसि. बहियोगः ग्रामः योगः ङसि. अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रेण समासं भवति. सुपोधातुप्रातिपदिकयोः इति सूत्रेण ङसि इति प्रत्ययः लोपः भवति. बहिः योगः ग्रामः पदयोः मध्ये उपसर्जनसंज्ञा निर्णयितुं शक्यम्. अपपरिबहिरञ्चवः पञ्चम्या इति समासविधायकसूत्रे बहिः इति प्रथमाविभक्तौ अस्ति. तत्कारणात् प्रथम प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण बहिर् इति पदं पूर्वनिपातं भवति, पूर्वप्रयोगम् अस्ति. बहिः योगः ग्राम बहिः योग बहिः ग्राम इति स्थिते सुप् बहिः ग्रामः इति सुप् बहिः ग्रामः इति प्रातिपदिकम् अस्ति. अव्ययी बहिस् इति प्रातिपदिकं खलु. बहिस् ओके बहिस् योगः ग्राम बहिस् योगः ग्राम इति स्थिते अव्ययी अव्ययीभावश्च इति सूत्रेण अव्ययीभावसमासः एण्ड् भिन्न अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति. बहिर्ग्राम इति प्रातिपदिकं प्रातिपदिकं संज्ञा भवति. तत्कारणात् सुप्तिङ्गन्तं पदम् इति सूत्रेण सुप्रत्ययः विधीयते. नो नो नो नो वाट् इस् देट् सूत्र सुप्रत्ययः विधीयते न अव्ययीभावान् कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा अस्ति सुप्रत्ययः विधीयते. सुप्रत्ययः विधीयते सुौजसमौचस्थाभ्याम्बिस् इति सूत्रेण सुप्रत्ययः विधीयते. सुप्रत्ययः विधीयते अव्ययात् आप् सुपः इति सूत्रेण सुप् लुक् प्रबाद्य ग्राम इति बहिर्ग्राम इति अव्यय अकारान्त अङ्गम् अकारान्त अङ्गं चेत् न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण अम् सुब् सुब् लुक् निषिध्यते. अम् आदेशः भवति. सो बहिस्योग बहिर्ग्रामयोगः अम् इति भवति. अमिपूर्वः इति सूत्रेण बहिर्ग्रामम् इति समस्तपदं निष्पन्नं भवति. न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण पञ्चमी विभक्तौ अम् आदेशः न भवति. बहिर्ग्रामात् इति समस्तपदं. वाट् इस् द नेक्स्ट् वन् तृतीया सप्तम्योर्बहुळं तृतीया सप्तम्योर्बहुळम् इति सूत्रेण तृतीया विभक्तौ सप्तमी विभक्तौ रूपद्वयं भवितुमर्हति. बहिर्ग्रामम् अथवा बहिर्ग्रामेण सप्तमी विभक्तौ बहिर्ग्रामम् अथवा बहिर्ग्रामे इति रूपं निष्पन्नं भवति. समीचीनं भगिनि, उत्तमं. तत्र इदानीं गोमति भगिनी सिद्धा अस्ति वा? गोमति भगिनि अस्तु. अग्रिमं प्राग्रामात् प्राग्रामात् प्राग्रामम् इति इतपि तत्र समास अभावपक्षे किं भवति? उषा भगिनि तत् विस्मृतं मया. समास अभावपक्षे बहिर्ग्रामात् इति कथं वयं पञ्चमी विधानं कुर्मः? बहिर्ग्रामात् व्यस्तपदं कथं वयं तत्र ग्रामात् इति भवति बहिः इति योगे बहिः अत्र अत्र सूत्रे अपपरिबहिरञ्चवः पञ्चम्या इति उक्तं. तत्कारणात् पञ्चमी योगेन भवति. अन्यसूत्रमस्ति वा बहिर्ग्रामात् इत्यत्र? नो, कर्मप्रवचनीय अधिकारे आर् कारकप्रकरणे नास्ति. नास्ति. समीचीनं भगिनि, तावदेव. समीचीनम्, उत्तमं. स्मरणे अस्ति. समीचीनम् गोमति भगिनि, धन्यवादः. मम महोदय बहिर्वनात् बहिर् न न प्राग्रामात् प्राग्रामात् प्राग्रामम् इति अस्ति खलु अञ्च् धातु तः निष्पन्नः शब्दः प्राक् इति प्राग् वनात् ऐ गोट् प्राग् वनात् प्राग् ग्रामात् स्टिल् ऐ एम् नाट् गेटिङ्ग् यु मै गाड् भवतु भगिनि तत्र प्रक्रिया समाना अस्ति प्राग् वनात् भवतु प्राग् ग्रामात् भवतु तत्र प्रक्रिया समाना एव खलु प्राग् ग्रामं प्राग् ग्रामात् इति रूपद्वयं भवति अलौकिकविग्रहवाक्यं प्राग् योगः ग्राम योगः नसि ग्रामात् अतः नसि पञ्चमी विभक्ति आयाति प्राग् इति अञ्च् इति धातुतः निष्पन्न दिक् वाचकशब्दः अस्ति तत् अव्ययपदम् अस्ति प्राग् योगः वनयोगः नसि इति स्थिते सुबन्तपदमेलनेन अव्ययीभावसमासः भवितुम् अर्हति अनन्तरं प्राक्कटारसमासः इति सूत्रेण समासः अनन्तरम् अव्ययीभावः इति सूत्रेण अव्ययीभावसमासः भवितुम् अर्हति अनन्तरं सूत्रम् अपपरिबहिरञ्च पञ्चम्या इति सूत्रेण अव्ययीभावसमासः भवितुम् अर्हति समासः भगिनि एकनिमिषं तत्र अहमपि सर्वदा भवितुमर्हति भवितुमर्हति इत्येव वदन् आसम् इदानीं तद् विद्याभगिनी कृते किमर्थं भवितुम् अर्हति इति वदति भवति इति वदतु निश्चयेन भवति खलु तत्र भवितुमर्हति इत्युक्ते तत्र न भवितुमर्हति अपि अस्ति इति अर्थः अन्यत्रापि किमपि भवितुं भवति भवति इति सत्यम् अन्यकार्यमपi भवति इति अर्थः भवति इति तो अपपरिबहिरञ्जव्य बहिरञ्जव्य पञ्चमी इति पञ्चम्या इति सूत्रेण अव्ययीभावसमासः भवति समासपदम् अस्ति यतः कृत् अर्थितसमासश्च इति तस्य प्रातिपदिकसंज्ञा भवति ज्ञाप् प्रातिपदिकयोः इति सूत्रेण प्रातिपदिकात् ज्ञाप् प्रातिपदिकात् इति सूत्रेण अवयवरूप सुप् प्रप सुप् प्रत्ययस्य लोपः भवति प्राग् योगः ग्राम इति भवति अनन्तरं सूत्रं सूत्रे प्राग् इति प्रथमविभक्तौ अस्ति अतः अत्र अपि प्राग् इति प्रथमविभक्तौ अस्ति तत् अग्रे आगच्छति प्राग् ग्राम इति प्रातिपदिकं भवति अनन्तरं अव्ययभाव च अव्ययीभावश्च इति सूत्राभ्यां तस्य अव्ययसंज्ञा भवति नपुंसकलिङ्गसंज्ञा अपि भवति अनन्तरं तत्र तु प्रातिपदिकम् अस्ति अतः सुप् योजयित्वा पदसंज्ञा भवति ज्ञाप् प्रातिपदिकयोः सूत्रस्य अधिकारे सुप् प्रत्ययस्य योजनेन इदानीं एते प्रत्ययाः तत्र आगच्छति प्राग् ग्राम इति समस्त तद् अदन्तम् अस्ति प्रत्ययोजनं बाधित्वा अव्ययात् सूत्रं अव्ययभावात् अतन्तपञ्चम्याः अव्ययभावात् अतोत्वमपञ्चम्याः इति सूत्रेण अम् आदेशः भवति सुप्रत्ययस्य स्थाने पञ्चमी विभक्तिं विहाय. अतः प्राग् ग्रामात् इति पञ्चमी विभक्त्यां शब्दरूपं भवति. अनन्तरं तृतीय सप्तमोर् बहुलम् इति सूत्रेण तत्र विकल्परूपेण रूपद्वयं भवति. सो प्राग्वनम् इति प्रथमा विभक्त्यौ, प्राग् वनेन प्राग्वनम् इति तृतीया, प्राग्वने वनम् इति चतुर्थी, प्राग्वनात् पञ्चमी, प्राग्वनस्य षष्ठी. प्राग्वनस्य अस्ति वा? प्राग्वनमेव, प्राग्वनस्य नास्ति, प्राग्वनम्. अनन्तरं सप्तमी प्राग्वनं प्राग्वने इति तृतीया सप्तम्योर्बहुलम् इति सूत्रेण इति रूपं समस्तपदं भवति चेत् महाविभाषा इति अधिकारे अस्ति. अतः रूपद्वयं भवितुमर्हति, भवति विकल्पेन भवति. तत्तु प्राग् ग्रामात् एव पदं रूप तत्र प्राग् ग्रामात् इति व्यस्तप्रयोगः केन सूत्रेण भवति? तत् बहिः प्राग् अन्य अपपरि बहिरञ्चव्य पञ्चम्या इति सूत्रेण यदा पञ्चमी विभक्ति आगच्छति अञ्च दिक्वाचकशब्दयोगेन तदा पञ्चमी विभक्ति आगच्छति. अतः प्राग् ग्रामात् व्यस्तपदम् तत्र अञ्चुधातुतः निष्पन्नं पदम् अञ्चुधातुतः युक्त तत्र उपपदेन यत् पदम् अस्ति तस्य पञ्चमी विभक्तिः अन्याराधितरर्थे दिक् दाञ्चुत्तरपदाजाहियुक्ते इति सूत्रमस्ति खलु, तेन पञ्चमी विभक्ति अञ्चु अञ्चु इति अस्ति तत्र अञ्चु अत्र अस्ति. अञ्चु तत् विधिसूत्रं तत् अस्ति कर्मप्रवचनीयसंज्ञा अपापरि तत्र प्राग् इति अत्र मम एकः प्रश्नः आसीत् प्राग् इति कथं बहिः इति अव्ययम् अस्ति बहिः इति तु प्राग् इति निष्पन्नं पदम् अस्ति निष्पन्नं पदं कथम् अव्ययं भवति निष्पन्नं पदं कथम् अव्ययं भवति निष्पन्नं पदम् अव्ययं न भवति तत्र सूत्रं वदति अव्ययं न भवति चेत् कर्मप्रयोजनसंज्ञा न भवति खलु अव्ययभावसमासः कथं भवति कर्मप्रयोजनसंज्ञा वा अव्ययभावसमासः वा न भवति इति कृत्वा तत्र तत्र पुटसङ्ख्या 38 स्वीकुर्वन्तु सर्वे पुस्तके पुटसङ्ख्या 38 तत्र स्वरादिनिपातम् अव्ययम् इति तेन सूत्रेण एव वयं सर्वदा अव्ययम् अयम् इति निपातानाम् अव्ययं स्वीकुर्मः तदनन्तरं तद्धितश्च सर्वविभक्तिः तत्र तदनन्तरं कृण्मे जन्तः इक्त्वा तोसुन् कसुनः अभिभावश्च इति पञ्चसूत्राणि सन्ति एतेषु अव्ययभावश्च इति सूत्रेण इक्त्वा तोसुन् कसुनः इति अपि न भवति कृण्मे जन्तः अथवा तद्धितश्च सर्वविभक्तिः इति सूत्रद्वयम् अस्ति तत्र क्विन् प्रत्ययः योजयित्वा एतव अहं चिन्तयामि प्राग् इति शब्दः निष्पन्नः प्राक् इति कथं निष्पन्नम् इति चेत् तत्र अञ्च् धातुतः तत्र क्विन् प्रत्ययः योजयित्वा तत्र प्राक् इति प्राय् योजनेन तत्र प्राक् इति अभवत् इति अहं चिन्तयामि तत्र ऋद्विग् तदृक् स्रग् दिग् उष्णिक् अञ्चु क्विन् क्विन् क्विन् प्रत्ययः खलु, क्विन् प्रत्ययः कीदृशप्रत्ययः? सर्वलोपि, सर्वलोपि प्रत्ययः. न न सर्वलोप सर्व भवतु, तत्र क्विन् प्रत्ययः कीदृश तद्धितप्रत्ययः वा कृत् प्रत्ययः वा भवतु, तत्र तद्धितप्रत्ययः भवति इति चिन्तयामि. इति कृत्वा तद्धितश्च सर्वविभक्तिः मम चिन्तनम् इट्स् नाट् इन् इट्स् नाट् इन् तद्धिता इट् इस् इन् कृत् कृत्वा त्री टु तृतीय अध्याये द्वितीयपादः पादे अस्ति क्विन् किन् किन् वा क्विन् क्विन् क्विन् तदा तत्र कृत् भवति कृन्मेदन्तः इति सूत्रेण अपि भवितुम् अर्हति. इति सूत्रद्वयम् अस्ति अत्र, यत् केन सूत्रेण भवितुम् इति भगिनी सः पृष्टं योजयिष्यामि, तस्य विवरणम् अनन्तरं योजयिष्यामि इति उक्तवती. ऋग् तदृग् इट्स् वाट् शी हेस् सेड्. न न तत् तेन सूत्रेण क्विन् प्रत्ययम् एव विधीयते. क्विन् प्रत्यय अनन्तरं प्राक् इति पदं निष्पन्नं भवति खलु, प्राक् इति पदं केन अव्ययं संज्ञा प्राप्नोति इति अपि अस्ति खलु. अव्ययसंज्ञा नास्ति चेत् तत्र अविभावसमासः वा तत्र कर्म is pra making it avyaya or na na na tatra kvin pratyaha tritiya adhyaye asti tritiya adhyaye dvitiya padaye eva vidhiyate tritiya adhyaye dvitiya padaye asti chet tat krit pratyaya eva bhavati tadita pratyaya na bhavati tadita pratyaya panchama adhyaye eva bhavati iti kritva tatra krin mejantah इति सूत्रेण भवितुम् अर्हति इति मम चिन्तनम् अस्तु. अहं भगिनीं दृष्टवान्, अनन्तरं योजयिष्यामि इति उक्तवती, सा उक्तवती तद् यदा सा योजयति तदा वयं तस्मिन् विषये चर्चां कुर्मः. अत्र तु एवमेव प्राक् अस्ति चेत् तत्र प्राक् इति अव्ययम् इति स्वीकुर्मः. अत्र विवरणं न दत्तं केन सूत्रेण अव्ययं भवति इति. अस्तु समीचीनं. तदनन्तरं गोमती भगिनी, मम एकः संशयः अस्ति, मम प्रश्नः अस्ति, तत्र प्राक् योगग्रामम् इति आसीत् ग्रामं प्राक् प्राक् ग्रामम् इत्यत्र प्राक् ग्रामम् इत्यत्र प्राक् इति कथं प्राग् इति अभवत्? प्राक् इति प्राक् पदमस्ति जलां जशोन्ते पदान्ते पदान्तस्य झल् वर्णस्य झष् भवति क वर्णस्य ग मृदु प्राग् प्राग् ग्रामात् ग्रामम्. इदानीं प्राक् योगकूपः इति कूप इति अस्ति चेत् किं भवति? तत्र जलां जशन्तेन कार्यं करोति. प्राक् कूपः योजनमेव भवति, प्राक् कूपः एव भवति. प्राग् प्राग् जलां जशन्ति इति भवति. तदनन्तरं खरिच इति सूत्रेण तत्र खर्वर्णे परे खर् अस्ति खलु इति कृत्वा प्राक् कूपः इत्येव भवति. खरिच इति अपि वयं दृष्टवन्तः पूर्वं तत्र अस्तु. अग्रिमं महोदय अरविन्द महोदय, भवान् पठति वा सप्तमं बिन्दु? अभिविद्यार्थे विद्यमानस्य आम् इति अध्ययं पञ्चम्यन्तेन सुबन्धेन समुच्यते अध्ययभावसमासः च भवति. आङ् मर्यादाभिविद्योः इति मर्यादार्थे वा अभिविद्यार्थे विद्यमानस्य आम् इति अध्ययस्य पञ्चम्य अन्तेन समर्थेन सुबन्धेन सह विकल्पेन समासः मर्यादा च अभिविधिश्च तयोः इतरेतरे द्वन्द्वः मर्यादाभिविद्यो इति तयोर्मया मर्यादाभिविद्यो उदृढदोषमस्ति तयोः मर्यादाभिविद्योः इति आङ् प्रथमान्तं मर्यादाभिविद्योः सप्तम्यन्तं सुब्रह्मन्द्रिते पराङ्गवत्सुरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति प्राक्कडारसमासः इत्यस्य अधिकारः समर्थपदविधि इत्यस्य परिभाषासूत्रस्य अव्ययीभावः इत्यस्य अधिकारः विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपपरिबहिरञ्जवपञ्चम्य इति सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं मर्यादा अभिविद्यो आङ् सुपा पञ्चम्या सुपा सः अव्ययीभावः समासः विभाषा अत्र आङ् इति अव्ययीभाव अव्ययपदं मर्यादार्थे एवम् अभिविद्यार्थे इत्युक्ते तेन सह तेन विना इति अर्थद्वयेन अव्ययीभावसमासः भवति विकल्पेन इति विभाषा सूत्रस्य अधिकारे अस्ति इति कृत्वा एतदेव अस्मिन् सूत्रे ये सः सुप इति इत्यस्य अनुवृत्तिः भवति सुभामन्त्रिते पराङ्गवत्स्वरे इति तत्रापि सुप् इति पत्रस्य अनुवृत्तिः भवति तस्मात् अपपरिबहिरञ्जव पञ्चम्या इति सूत्रस्य सूत्रे निश्चित पञ्चमी इति पदस्यापि अनुवृत्तिः भवति सूत्रे इति कृत्वा आङ्मर्यादाभिविद्यो इति सूत्रे पञ्चमी सुपन्दम् आङ् इति अव्ययपदस्य योजनेन अव्ययीभावसमासः विकल्पेन भवति इति अत्र परिच्छेदे दत्तमस्ति. आङ् इति अव्ययम् अर्थद्वयं भवति मर्यादा अभिविधिः च वाक्येषु आङ् प्रत्ययः कस्मिन् अवसरे प्रयोगः कृतः इति दृष्ट्वा मर्यादार्थः वा अभिविध्यर्थः वा इति निर्णयः कर्तव्यः. मर्यादार्थे मर्यादा नाम तेन विना इत्यर्थः. यद्यथा आसमुद्रं भारतदेशः इति वाक्ये समुद्रं विहाय समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति. समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लिप्यते. आभानुवासरं पाठयति इत्यस्य भानुवासरं विहाय पाठयति इत्यर्थः. तेन विना भानुवासरेण विना पाठः प्रचलति भानुवासरपर्यन्तम् इत्यर्थः. आपाटलीपुत्रं दृष्टो देव आपाटलीपुत्रात् अर्थात् पाटलीपुत्रं विहाय वृष्टिः अभवत्. आमरणम् अथवा आमरणात् शङ्कराचार्येण धर्मस्य संरक्षणार्थं विचेष्टितम्. अभियुक्ति आमुक्ति अथवा आमुक्तेः संसारः अस्ति मुक्तिपर्यन्तं संसारः अस्ति. सपुरुषः आदिनम् अथवा आदिनात् कार्यं करोति इति षष्ट उदाहरणानि दत्तमस्ति. तत्र मर्यादा अर्थे कुत्र पठति इति अहं न जानामि. तत्र त्रीणि उदाहरणानि एव अहं पश्यामि. 2B in 2B you have got 6 2B you have got 6 2B apa tadi baba na ha 2B va putra sti 2B अहम् आल्सो 2A इस् उद्घाटितवान् तत्र 2B न दृश्यते कुत्र अस्ति महोदय मम कृते 2B षड् उदाहरणानि अपि अस्ति सन्ति कुत्र अस्ति भगिनि अहं न अस्तु एकं एकनिमिषम् अविभावसमः अस्ति 02A इति अस्ति 02A अविभावसमः मूलमस्ति तदनन्तरं सब् पेजस् 2A अविभावसमासः इति अस्ति तत्र 2A अविभावसमासे 2B इति कथं कुत्र अस्ति इति अण्डर् 2A इस् 2B लेफ्ट् हेण्ड् बेनर् यु विल् फैण्ड् दट् अविभावः 2A एण्ड् बिलो 2A इस् 2B मम धर्म अस्तु भगिन्या किं प्रेषितं तद् पश्यामि इदानीं अण्डर् 14 2B एकनिमिषं भगिन्या यत् प्रेषितं द्वितीयभागः इति 2B अस्तु द्वितीयभागः अस्ति प्रेषितवती तत्र इफ् यु सर्च् ऐदर् फार् पाटलीपुत्र ओर् शङ्कराचार्य यु विल् गेट् अस्तु अस्तु प्राप्तवान् धन्यवादः पठतु षष्ट उदाहरणानि दत्तमस्ति यत्र मर्यादार्थे अविभावसमासयुक्तपदम् एवं विभाषाकारणेन पृथक् पञ्चमी सुबन्धयुक्तपदमपि दत्तमस्ति मर्यादा इत्युक्ते तेन विना तत्र आसमुद्रम् इति पदे समुद्रं विहाय भूज्य यत् भूखण्डमस्ति तस्य स्वीकरणम् अस्ति इति कृत्वा आसमुद्रम् इति यदि विभाषा इति स्वीकृत्य चेत् आसमुद्रात् इति व्यस्तप्रयोगमस्ति तत्र अन्यद् उदाहरणमपि तदेव अस्ति आभानुवासरम् आभानुवासरात् आपाडलीपुत्रम् अथवा आपाडलीपुत्रात् आमरणम् अथवा आमरणात् आमुक्तिः अथवा आमुक्तेः आदिनम् अथवा आदिनात् इति रूपद्वयं सर्व उदाहरणेषु दृश्यते तत्र मर्यादार्थे अस्ति मर्यादार्थे तत्र अग्रिमं प्रति एतेषु उदाहरणेषु आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने इति कर्मप्रवचनीयसूत्रेण तत्पश्चात् तस्य योग पञ्चमी भवति इति निर्दिश्यते पञ्चम्य आङ्परिभिः इति सूत्रेण आङ् इत्यस्य प्रयोगः सर्वदा पञ्चम्यन्तेन सह भवति आङ् इत्यस्य समासः विकल्पेन भवति पञ्चम्यन्तेन सुबन्धेन सह भवति आम् मर्यादाविद्यो इति सूत्रेण तत्र अभिविधि विद्यर्थे अभिविधिर्थे नाम तेन सह यदा मर्यादा तेन विना अस्ति तत्र अभिविध्यर्थे तेन सह इत्यर्थः तत्रापि आम् मर्यादाभिविद्यो इति सूत्रेण एव पञ्चमी सुबन्धन् अव्यय सुबन्धेन सह समासं कृत्वा अभिभावसमासः भवति अत्र आङ् इति अव्ययम् अभिविद्यार्थे अस्ति आहिमालयम् अथवा आहिमालयात् भारतदेशः इति वदामः चेत् हिमालय अपि भारतदेशे अन्तर्भवति इत्यर्थः तेन सह इति अर्थः आकुमारम् अथवा आकुमारेभ्यः यशः पाणिनेः अर्थात् पाणिनेः यशः बालकेषु मध्ये अपि प्रसारितः अस्ति आभानुवासरम् अथवा आभानुवासरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः तेन सह इत्युक्ते भानुवासर अपि पाठः प्रचलति इत्यर्थः आजन्म अथवा आजन्मन कृतात् पापात् ईश्वरः मुच्यते आजन्म नाम जन्म आरभ्य इत्यर्थः ईश्वरः आजन्मानि कृतं पापं दूरीकरोति पञ्चम उदाहरणानि अस्ति एतेषु उदाहरणेषु आङ् इति अभिविद्यार्थे अस्ति इत्यतः तस्य कर्म प्रवचनीय भवति आङ्मर्यादाद्वचने इति सूत्रेण आङ्मर्यादावचने इति सूत्रेण वचनग्रहणात् अभिविधि इति अर्थः अभिगृह्यते अर्थात् आङ् इत्यस्य अभिविध्यर्थे अपि कर्मप्रवचनीयसंज्ञा भवति तत्पश्चात् तस्य योगः पञ्चमी भवति पञ्चम्यां परिबहिः इति सूत्रेण अत्र समीचीनं महोदय इत्युक्ते तत्र सारांशेन किं भवति इति वदति वा सारांशः अस्ति आङ् इति अव्ययं मर्यादार्थे अथवा अभिविध्यार्थे आङ् एव एकम् अव्ययपदं पञ्चमी पदेन सह सुबन्धेन सह समस्यते तत् अव्ययीभावसमासः भवति यदा पूर्वं कृतं तदि तदनन्तरं विभाषा इति सूत्रस्य प्रसक्ति अस्ति कृत्वा व्यस्तप्रयोगम् अपि भवति आ मुक्तेः आ हिमाचलम् आ हिमालयात् इति पञ्चमी पदेन सह व्यस्तप्रयोगमपि उपयोगं कर्तुं शक्यते अत्र मर्यादा इति वचनेन तेन विना यत् पञ्चमी निर्दिष्टपदमस्ति तेन विना अथवा अभिवृद्ध्यर्थे पञ्चमी निर्दिष्टपदस्य सह इति अर्थद्वयम् एकम् आङ् इति अव्ययं योजयित्वा निष्पन्नं भवति तत्र अत्र पश्यामश्चेत् कर्मप्रवचनीयसंज्ञा विधायकसूत्रं किम् अस्ति महोदय आङ्मर्यादावचने आङ्मर्यादावचने इति सूत्रमस्ति समासविधायकसूत्रं किम् आङ्मर्यादाभिविद्यो इति समासविधायकसूत्रमस्ति तत्र समासविधायकसूत्रे आङ्मर्यादाभिविद्योः मर्यादार्थे अभिविद्यार्थे इति अस्ति तु कर्मप्रवचनीयसंज्ञासूत्रं केवलं मर्यादावचने एव उक्तमस्ति आङ्मर्यादावचने इत्येव उक्तमस्ति तदा कथं वा वयं अभिविद्यार्थे अपि कर्मप्रवचनीयसंज्ञा स्वीकर्तुं शक्नुमः इति प्रश्नः अस्ति खलु कर्मप्रवचनीयसंज्ञा कर्मप्रवचनीयसंज्ञा एवम् अव्ययीभावसमासः अस्ति का सम्बन्धः तत्र यदा कर्मप्रवचने अत्र पश्यतु इदानीम् अव्ययं अव्ययं प्राग्ईश्वरनिपाताः तदनन्तरं निपातानाम् अव्ययसंज्ञा भवति स्वरादिनिपातम् अव्ययम् इति अव्ययसंज्ञा निपातसंज्ञा अस्ति. तदनन्तरम् अव्ययसंज्ञा इदानीं निपातानां तत्र कर्मप्रवचनसंज्ञा अस्माकं विवक्षा अस्ति चेत् एतत् सर्वं विवक्षानुगुणमेव. तत्र कर्मप्रवचनीया संज्ञा स्वीकृत्य वाक्यं रचयामि इति अहं चिन्तयामि चेत् तदा तत्र कर्मप्रवचनीयसंज्ञा भवति आङ् इत्यस्य. आङ् इति निपातः अस्ति, निपातस्य कर्मप्रवचनीया भवति. कर्मप्रवचनीयसंज्ञा भवति चेत् तत्र आ हिमालयम् इति पृथक्तया इति तत्र पदद्वयं पृथक्तया स्वीकुर्मः. तत्र आङ् हिमालयात् इति भवति, हिमालयं न आङ् हिमालयात् इति भवति, पञ्चमी विभक्ति भवति. तत्र उपपदम् इति स्वीकृ इति वदामः. इदानीम् एतत्तु कर्मप्रवचनसंज्ञा अस्ति. कर्मप्रवचनसंज्ञा नास्ति चेत् वयं स्वीकर्तुं न इच्छामः, तदा तत्र अविभावसमास अधिकारे आङ् मर्यादाभिविध्योः इति सूत्रेण तत्र समस्तपदं वयं निर्मातुं शक्नुमः. समस्तपदम् इत्यत्र विभज तत्र विभजनं कर्तुं न शक्नुमः. इदानीं कर्मप्रवचनीय संज्ञा अस्ति चेत् तत्र आङ् इत्यत्र आ हिमालयात् इति पृथक्तया वयं वक्तुं शक्नुमः. अत्र समासं स्वीकुर्मश्चेत् हा हिमालयम् इत्येव वक्तव्यं, हा हिमालयम् इत्येव. तत्र एकमेव पदं खलु, समस्तपदमेव एकपदम् अस्ति तत्र इति कृत्वा तत्र आकडारात् एका संज्ञा इति अधिकारे तत्र कर्मप्रवचनसंज्ञा अपि अस्ति, समासः अपि अस्ति. यदा कर्मप्रवचनीया अस्ति तदा समासः न भवति, समासः अस्ति चेत् कर्मप्रवचनीयसंज्ञा न भवति. इदानीं मम प्रश्नः अस्ति तत्र आङ्मर्यादाभिविध्योः इति सूत्रे मर्यादावत् अर्थे अभिविधि अर्थे इति अर्थद्वये अर्थद्वये तत्र आङ् इति निपात वा अथवा अव्ययम् अव्ययं तत्र पञ्चम्ये पञ्चमन्तेन सुबन्तेन समस्यते इति अस्ति. तु कर्मप्रवचनीय अधिकारे वयं पश्यामश्चेत् आङ्मर्यादावचने इत्येव लिखितमस्ति, मर्यादार्थे एव लिखितमस्ति, तत्र अभिविधि अर्थे इति न लिखितमस्ति. अत्र संशयः अस्ति खलु? कथं मम चिन्तनमस्ति महोदय, मर्यादा अभिहिते सति आङ् इति कर्मप्रवचनीया भवति. तत्र न कुत्र लिखितमस्ति, सूत्रे नास्ति खलु? वचने इति अभिविधि अर्थं वि हाव् टु टेक् इट् ऐ विल् रीड् औट् विद्याभगिनीस् सेण्टेन्स् लास्ट् वर्गे वाट् एवर् शी सेड्. वचने अर्थः कः? वाक्यकारः वदति तत्र वचनग्रहणेन यदि तत्र केवलं मर्यादार्थे एव इष्टः कर्मप्रवचनीयसंज्ञा आङ् मर्यादा एव उच्यते. वचनग्रहणम् अभिविधिः तस्याः अपि अर्थग्रहणम् अस्ति. वाक्यकारः तद् स्पष्टीकरोति. वचनम् इत्युक्ते अभिविधि इति अर्थः अपि स्वीकरणीयम् इति गतवर्गे भगिनी उक्तवती. तदेव समीचीनम्, अदेव तदेव. यद्यपि तत्र वचने इति मर्यादावचने इति एव के मर्यादावचने इत्युक्ते मर्यादा अर्थे एव इति नास्ति, तत् अभिविधि अर्थे अपि स्वीकरणीयं वचने इति उक्तत्वात् इति अस्तु. तत्र किमर्थम् अहं पृष्टवान् इत्युक्ते एतावता यत् अस्माभिः पठितं तत्र नास्ति, अग्रे अधोभागे प्रायः स्यात्. भगिन्या अहमपि भिन्नं करव्रतं पश्यन् आसम्. अस्तु इदानीं प्रकृतसूत्रे तत् स्पष्टीकृतम् इति अहं चिन्तयामि. इदानीम् आङ्मर्यादावचने इत्यत्र अभिविधि अर्थम् अपि स्वीकुर्मः इति अस्ति. तत्र वार्तिकं वार्ते कारणेन तत्र काशिकावृत्ति इति अस्ति, तत्र काशिकायाम् एवं लिखितमस्ति, वचनग्रहणात् अभिविधि अपि गृह्यते इति लिखितमस्ति काशिकायाम्। अहम् इदानीं तत्र अष्टाध्यायी डाट् काम् मध्ये तत्र काङ्मर्यादावचने इति सूत्रस्य विवरणं पश्यन् अस्मि। तत्र काशिका इति अस्ति, तत्र तृतीयवाक्यम् अस्ति, वचनग्रहणात् अभिविधि अर्थे अपि गृह्यते इति लिखितमस्ति। इति कृत्वा तत्र अभिविधि अर्थे अपि तत्र कर्म प्रवृत्तिसंज्ञा भवति इति अर्थः। सर्वे बुद्धम् इति अहं चिन्तयामि। अरविन्द् महोदय, अस्तु महोदय, समीचीनम्। प्रकृतसूत्रे पुष्पा भगिनी भवती पठति वा अग्रे? I haven't found the spot, mahodaya. Tadeva, 2B, 2B iti asti bhagini, tat astu. Usha bhagini bhavati kim patati va? Amode. I am in 2B. Tadar prakata sutre, mahodaya dhabili. ग्रहणं किमर्थं प्रकृतसूत्रे मर्यादाभिविधिग्रहणं किमर्थं यावता पञ्चमी इति अनुवर्तते आङ्गाच्च कर्मप्रवचनीयेन एव योगे पञ्चमी विधीयते एतयोर्वार्तयोः लेट् मी रीड् दट् अगेन् यावत् ओके पुनर्वाक्यं वदामि यावता पञ्चमी इति अनुवर्तते आङ्गाच्च कर्मप्रवचनीयेन एव योगे पञ्चमी विधीयते एतयोः एव अर्थयोः नान्यत्र तत्र अन्तरेण अपि मर्यादाविधिग्रहणं तयोः एव अर्थयोः समासो भविष्यति नान्यत्र इति सत्यम् एतत् तथापि मन्दधियां सुखावबोधनार्थं मर्यादा अभिविधिग्रहणं कृतं पाणिनिना। I don't know to say Bhagavan. Yavata panchami anuvartate. Prakrita-sutrena, prakrita-sutre maryada-abhividhi-grahanam kimartam. Tatra maryada-abhividhi-grahanam kimartam. Tatra yavata panchami anuvartate. आङ्ग च कर्मप्रवचनीयेन आङ्गा च कर्मप्रवचनीयेन एव योगे पञ्चमी विधीयते एतयोः एव अर्थयोः नान्यत्र अत्र आङ्ग इति अव्ययेन कर्मप्रवचनीय संज्ञा विधीयते एतयोः अर्थयोः एव इत्युक्ते तत्र केवलं मर्यादा अर्थे अभिविधि अर्थे नान्यत्र तत्रान्तरेणापि मर्यादाभिविधिग्रहणं मर्यादाभिविधिग्रहणं तयोः एव अर्थयोः समासो भविष्यति नान्यत्रापि। इदानीं मर्यादा अभिविधिग्रहण इदानीं मर्यादा अभिविधिग्रहणम् इति एतयोः अर्थयोः एव समासः अपि भविष्यति। अन्य अर्थे किमपि न अन्य अर्थे न अस्ति न अन्यं सूत्रमपि अस्ति सत्यम् एतत् आङ् इति उप सारि शब्दस्य ईषदर्थः अस्ति क्रियायोगे उपसर्गः इति उपसर्गसंज्ञा अपि अस्ति कर्मप्रवचनीयसंज्ञा अपि अस्ति तत् तदेव अत्र इदम् उक्तं न मर्यादा अभिविधि अर्थे एव भवति ईषदर्थे न भवति क्रियायोगे यदा उपसर्गसंज्ञा भवति तदा अपि न भवति एतदपि अर्थं न आङ्ग् इत्यस्य भिन्न अर्थ इदानीं यदा भगिन्या अपि उक्तं तत्र उपसर्गसंज्ञा अस्ति चेत् तत्र कर्मसंज्ञा कर्मप्रवृत्तिसंज्ञा न भवति इदानीं कर्मप्रवृत्तिसंज्ञा अस्ति चेत् उपसर्गसंज्ञा न भवति क्रियायोगे एव तत्र उपसर्गः भवति इदानीं कर्मप्रवचनसंज्ञा अस्ति चेत् इदानीम् एतयोः अर्थयोः एव भवति एतयोः अर्थयोः एव समासः अपि विधीयते तथापि मन्दधीयाम् अस्माकं कृते मुख्य सुखावबोधनार्थं मर्यादाभिविधग्रहणं कृतं पाणिनिना इति तत्र अत्र यद्यपि तत्र मर्यादाभि तत्र मर्यादावचने इति कर्मप्रवचनीय अधिकारे उक्तमस्ति अत्र किमर्थं मर्यादावचने आङ्ग् मर्यादावचने इति अपि तत् अस्मिन् प्रकरणे अपि पाणिनिना लेखितुं शक्यते तु किमर्थं मर्यादा अभिविधि इति लिखितम् इत्युक्ते अस्माकं कृते लिखितं नास्ति आङ्ग् मर्यादाभिविध्योः अवगत तत्र आङ्ग् इति कर्मप्रवचनीयः संज्ञा इदानीम् एतयोः अर्थयोः एव भवति एतयोः अर्थयोः एव आङ्ग् इति अव्ययस्य कर्मप्रवचनसंज्ञा भवति यदा तस्य कर्मप्रवचने भवति तदा पञ्चम्यपाङ्परिभिः इति सूत्रेण पञ्चमी भवति इदानीं कर्मप्रवचनीयसंज्ञा न इष्यते इति चेत् तदा समस्तपदं भवति तत्र अविभावसमासः भवति एतयोः अर्थयोः एव तावदेव अस्ति तत्र शास्त्ररीत्या चर्चां कुर्वन्तः स्मः तावदेव सारांश एव भवतु भगिनी इदानीं पुष्पा भगिनी भवती एकं करोति वा तत्र आमुक्तेः संसारः उदाहरणं स्वीकृत्य करोति वा पुष्पा भगिनी it keeps disappearing when I had it kept disappearing I'm sorry hold on Gomati bhaini amukte samsara padami anyani prakriya vadatu bhaini amukte samsara tavadeva samsara amukte samsara आमुक्तिः संसारः आमुक्तेः संसारः मुक्तिः पर्यन्तः संसारः अस्ति आमुक्तेः संसारः तत्र आ इति आङ् उपसर्ग कर्मप्रवचनीयसंज्ञा मुक्तिः इति सुबन्तेन सह इति पञ्चम्यर्थे तत् सुबन्तेन सह समस्यते अविभवसमासः भवति आमुक्ति आमुक्तेः संसारः इति रूपद्वयं भवति प्रक्रिया आङ् आयोगः मुक्तेः योगः ङसि अलौकिकविग्रहम् अनन्तरं तदा कोङ्कणसमासः सूत्रेण भवति अव्ययीभावसूत्रेण अव्ययीभावसमासः आगच्छति आ इति अव्ययभाम् इति अव्ययमस्ति योगः मुक्तियोगः समासः इति सूत्रेण समा प्रातिपदिकसंज्ञा भवति अव्ययरूपेण स्थित्वा सूप लुक् लुक् भवति प्रातिपदिकया इति प्रातिपदिकयोः इति सूत्रेण योगः मुक्ति इति आयोगः मुक्ति सूत्रं व्यादाविद्योः इति विधिसूत्रमस्ति तत्र प्रथमं विधत्तमस्ति अतः तत् अपि आ इति तत्र भवती वैफै रोटर् समीपे अस्ति वा नास्ति वा न इदानीं न श्रूयते समीचीनतया न श्रूयते इदानीं श्रूयते वा इदानीं श्रूयते प्राकटरासमासः इत्यधिकारे तत्र समासः भवितुमर्हति अव्ययीभावः इति सूत्रेण अव्ययीभावसमासः भवति अनन्तरम् आङ् मर्यादाविधिः इति विधिसूत्रेण तत्र अव्ययीभावसमासः सारी आ इति अव्ययं मुक्ति इति सुबन्धपदेन पञ्चम्यर्थ सुबन्धपदेन समस्यते प्रातिपदिकसंज्ञा भवति प्रातिपदिकसंज्ञा भवति अनन्तरं ज्ञाप् प्रातिपदिक तिकयोः सूत्रेण सुबन्तप्रत्ययानां लोपः भूत्वा आयोगः मुक्ति इति भवति आयोगः मुक्ति समस्तपदं भवति प्रातिपदिकमस्ति अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति अव्ययीभावश्च इति द्वितीयसूत्रेण नपुंसक पदं भवति अनन्तरम् आ मुक्ति इति नपुंसकप्रातिपदिकमस्ति प्रातिपदिकमस्ति अतः सुप्रत्ययस्य योजनेन आ मुक्ति योगः सु आ मुक्तियोगः सु इकारान्तम् अस्ति अतः अन्यसूत्राणि न कार्यं करोति आ मुक्ति अव्ययपदम् अतः सु इत्यादि प्रत्ययानां लोपः भूत्वा आ मुक्ति एव रूपं सर्वं अव्ययादाप्सुपः इति सूत्रेण सुप्रत्ययानां लुप् भवति अतः आ मुक्ति एव रूपं सर्वासु विभक्तिषु विभाषा इति अधिकारे अस्ति आङ् मर्यादाभिविद्यो विधिसूत्रम् अतः व्यस्तरूपमपि भवति आ ग्रामात् इति पदद्वयं भवति आ ग्रामात् इति व्यस्तरूपम् आ मुक्तेः संसारः तस्मिन् अर्थे अस्ति मुक्ति यत्र मुक्ति न भवति तत्र संसारः भवति मुक्ति भवति चेत् संसारः नष्टः भवति कस्मिन् अर्थे अस्ति तदा मर्यादार्थे वा मोक्षार्थे अस्ति अस्तु भवतु मुक्ति मोक्षार्थे अस्ति समीचीनम् अस्तु भवतु चिन्ता मास्तु समीचीनम् अत्र अस्तु पुष्पा भगिनी इदानीमपि इदानीं चिन्ता अस्ति वा न वा अस्मि महोदय आबालेभ्यः हरिभक्तिः आबालेभ्यः कुत्र अस्ति बालेभ्यः तद् द्वितीय उदाहरणं द्वितीय पूर्व न सप्तम बिन्दौ तत्र द्वितीय उदाहरणम् अस्ति तत्र अन्यानि उदाहरणानि आमुक्तेः संसारः आबालेभ्यः विभक्तिः इति अपपरि आङ् अपपरि आङ् अत्र अधोभागे ततः अपि अधोभागे किञ्चित् अधोभागे अस्ति एकनिमिषं महोदय आङ्मर्यादा आङ्मर्यादाविद्या तत्र मर्यादार्थे तत्र सप्तमबिन्दुः अस्ति तन्त्रं तत्र द्वितीय उदाहरणं द्वितीय उदाहरणं एक एव उदाहरणं समुद्र विना न अधोभागे अस्ति अञ्चु इति धातुतः अञ्चु इति तद् भिन्नम् अस्ति भगिनि ततः तत् षष्ठः बिन्दुः अस्ति अत्र सप्तमबिन्दुः अस्ति मर्यादा ते वा आङ् मर्यादावचने तत् सूत्रं भगिनि गो डौन् फर्दर् फर्दर् बियान् अञ्चु ओके ओके अञ्चु अञ्चु नास्ति ततः अधोभागे अस्ति आङ्मर्यादाभिद्यो इन् देट् दर् इफ् यु गो फर्दर् डौन् दर् आर् टू एक्साम्पल् द फस्ट् वन् इस् नाट् ए संसार अपपरि बहिरञ्चवः तद् तदेव न भगिनि अपपरि बहिरञ्चवपञ्चम्य पूर्वम् अस्ति तत् पूर्वं पाठः अस्ति यु आर् इन् 2A ओर् 2B 2B ओके देन् गो डौन् आल्मोस्ट् टु द मिडल् ऑफ द बालेभ्यः यु सर्च् बालेभ्यः हरिभक्ति यु सर्च् सम ऑफ दीस वर्ड्स यु गेट् प्राग्वनात् तद् सेकेण्ड् ओके ओके मर्यादार्थे तद् यथा अस आसमुद्रं भारतदेशः you still further go down further ise anyani udaharana mukti saha purusha adina next one abhi vidyarthe no you still further go down anyani udaharana ni still there anyani udaharana anyani udaharana mukti ditiyam आबालेभ्यः हरिभक्तिः आबालेभ्यः हरिभक्तिः आबालं हरिभक्तिः आबालेभ्यः हरिभक्तिः द्वे अपि साधु अलौकिकविग्रहवाक्यम् आबाल योगः ब्यस् इदानीं प्रक्रिया अत्र आङ्ग मर्यादाभि विद्योः इत्यनेन आङ्मर्यादाभिद्योः इति सूत्रेण समासः विकल्पेन विद्यते तत्तु प्रथमात् तु प्राकडारात् प्राकरासमासः इत्यनेन तद् समास संज्ञा विधीयते न महोदय तदेव न तदेव वदामि प्रक्रिया ओके ओके परे इत्कोसभ्य बालेभ्य अस्तु अत्र परे आ इति उपसर् अव्ययस्य उपसर्जनसंज्ञा भूत्वा तत्र पूर्वनिपातः आगच्छति उपसर्जन निपातः कृत्वा अव्ययाप्तापः इत्यनेन सुब्लुक् अवयव गो इन् सीक्वेन्स् एकनिमिषं महोदय ऐ ओपन् अप् द अदर् वन् टु सो दट् वे ऐ विल् नाट् मेक् मिस्टेक् इफ् ऐ हेव् द अदर् वन् इन् फ्रण्ट् आफ् मी ऐ शुड् नाट् हेव् ऐ शुड् बि एबल् टु डू इट् विथौट् द बुक् ऐ'म् सारि कोऽपि अन्य कोऽपि करोति वा इदानीं सर्वे एकवारं कृतवन्तः I have to do it. I came you late. You are in the spot today. Karami. I don't want to computer, you know, the it goes off in between, so that's come on, open up. अव्ययात् आप्सुपः अव्ययात् आप्सुपः लुक् भवति ह्रस्वो अत्र बालेभ्यः न बालेभ्यः आबालेभ्यः बालं आबालं तत्तु अव्ययीभावश्च तत् तस्य कारणात् नपुंसकलिङ्ग आगच्छति ऐ नो महोदय ऐ एम् नाट् डूयिङ्ग् इट् करेक्ट्लि ऐ रियलैस् देट् ओके ऐ हाव् टु गेट् इट् इन् टु मै हेड् होल् सी I have already put tippani in the website. You just look at the tippani, there are five sections. So you go to the section with the particular sutra, you look for the particular sutra and do see in sequence what has been given. Tad avyayat apsupaha tad gan na avibhava atum atum panchamyaha ityanena अम् आगच्छति हा सम्यक् आ बाल भवती किं जानाति तद् वदतु भगिनि सम्यक् वा नास्ति महोदय अत्र पञ्चमी तु अबालात् एव तिष्ठति अमि अत्र अमिपूर्व इत्यनेन एक एव पूर्वपरयोः स्थाने पूर्वरूपदेशः भवति अकारः पूर्वदेशः भवति अबालम् इति अस्ति अत्र तृतीयसप्तम्यो बालम् इत्यनेन अबालम् अबालेन तृतीय सप्तमी तु अबालम् अबाले चिन्तामस्तु भवती जानाति तद् उक्तवती अरुण् महोदय भवान् किञ्चित् पूर्णतया वदति वा इदानीं पुष्पा भगिनी शृणोतु कथं महोदय करोति आबालेभ्यः हरिभक्ति आबालं हरिभक्ति आबालेभ्यः हरिभक्ति इति अव्ययभावसम्मासस्य प्रसङ्गे लौकिकविग्रहवाक्यमस्ति आबालम् आ योगः बाल योगाभ्यास आ मर्यादाभिविद्यो इति सूत्रान्तर्गतं प्रक्रिया अस्ति प्रथमं प्राक्कडाराश्रमासः अव्ययीभावसमासः अव्ययीभावः इति द्वयोसूत्रयोः सज्ञानसज्ञयोः आधारेण कृत्तत्वविधसमासः च इति समासविधायक समास प्रातिपदिकं विधीयते. तदनन्तरम् अवयवरूपे विद्यमान अवयवरूपे विद्यमान विभक्तीनां लोपो भवति सुभो धातुप्रातिपदिको इति कृत्वा आबाल इति अवशिष्यते. प्रत्ययलोपे प्रत्ययलक्षणम् इति कारणेन प्रसक्तिः अस्ति द्वयोः पदयोः इति कारणेन आ आङ् इति आ शब्देन विधायकसूत्रे आङ्मर्यादाभिविद्यो इति सूत्रे आङ् इति प्रथमनिर्दिष्टम् अस्ति कृत्वा आङ् इति पदस्य उपसर्जनसंज्ञा अपि भवति. तेन कारणेन उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति इति कृत्वा आयोगः बाल. तत्र योग वर्णमेलनेन आबाल इति उपसिद्धति. तदनन्तरं तस्य नपुंसकलिङ्गं भवति अव्ययभावश्च इति सूत्रेण. तदनन्तरं नपुंसकलिङ्गम् इति कृत्वा सुबुत्पत्तिकृते आबालयोग सु इति विधायते सति न अव्ययभावात् अतोत्वपञ्चम्य इति सूत्रेण कारणेन सु लोपो न भवति किन्तु तस्य स्थाने आम् आदेशः भवति. आबालयोगः आम् इति सर्वासु विभक्तिषु पञ्चमीं विभक्तिं विवाहाय इति कारणेन आबालम् इति रूपं सिद्ध्यति आङ्मर्यादाभिविद्यो इति अव्ययभावसमासकारणात्. व्यस्तविभाषा इति प्रसक्ति कारणेन व्यस्तप्रयोगमपि दृश्यते आबालेभ्यः इति पक्ष अन्यत् रूपमपि साधु एव. अस्तु, इदानीं गोमति भगिनि, भवती आ पाटलिपुत्रात् पाटलिपुत्रम् अहम् अस्मि वा? भवती उक्तवती उषा भगिनी किञ्चित् उषा भगिनी भवति महोदय. ओके, एवमेव आ पाटलिपुत्रात् आ पाटलिपुत्रम् आ पाटलिपुत्रं वृष्टो देवः आ पाटलिपुत्राद् अथवा आ पाटलिपुत्रम् आ योगः पाटलिपुत्रयोगः ङसि इति अलौकिकविग्रहवाक्यम्. आङ् मर्यादाभिविद्योः इति सूत्रेण समासः विकल्पेन विधीयते. आयोगः पाटलिपुत्रयोगः ङसि इति स्थिते ङसि सुपो धातुप्रातिपदिकयोः इति सूत्रेण ङसि इति प्रत्ययः लोपः भवति. आ योगः पाटलिपुत्रद्वयोः पदयोः मध्ये द्वयोः उपसर्जन आ इति अव्ययम् अस्ति, अव्ययम् अस्ति आङ् मर्यादाभिविद्योः इति समासविधायकसूत्रे आङ् इति प्रथमाविभक्तौ अस्ति. तत्कारणात् आ इति उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. आयोगः पाटलिपुत्र इति स्थिते कृत्प्रतिदसमासश्च इति सूत्रेण आयोगः पाटलिपुत्र इति प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा अस्ति चेत् सुौजसमौचस्थाभ्यम्बिसिद्धि सूत्रेण सुप्रत्ययः विधीयते सुप्रत्ययः विधीयते देन् न अव्ययीभावात् अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययः लुक् भवति लुक् प्रबाद्य न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण सुब्लुक् निषिध्यते सर्वासु विभक्तिषु अं विधीयते पञ्चमी विभक्तौ विहाय अं विधीयते आ पाटलिपुत्रयोगः अम् इति सर्वासु विभक्तिषु भवति पञ्चमी विभक्तौ विहाय आ पाटलिपुत्रात् इति पञ्चमी विभक्तिं विहाय न आपाटलिपुत्रयोगः अम् इति अमिपूर्वः इति सूत्रेण अक्वर्णात् अम् सम्बन्धीनि अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः स्यात् तत्कारणात् आपाटलिपुत्रम् इति सर्वासु विभक्तिषु भवति आपाटलिपुत्र तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीया विभक्तौ सप्तमी विभक्तौ रूपद्वयम् अस्ति तृतीया विभक्तौ आपाटलिपुत्रेण अथवा आपाटलिपुत्रम् इति रूपं निष्पन्नं भवति सप्तमी विभक्तौ आपाटलिपुत्रम् अथवा आपाटलिपुत्रे इति रूपं निष्पन्नं भवति आङ् मर्यादाभिविद्योः इति सूत्रेण समासः विकल्पेन विधीयते तत्कारणात् समासं न समासपक्षम् इति चेत् व्यस्तप्रयोगम् अपि भवितुम् अर्हति आ पाटलिपुत्रात् इति व्यस्तप्रयोगं निष्पन्नं भवति अस्तु अत्र स्थगयामः चिन्तयामि अग्रिमवर्गे तत्र उदाहरणद्वयं इतोपि अस्ति तद् कृत्वा अग्रे पठेम भगिनी अपि एतावत् एव पाठितवती अस्तु सर्वे भवन्तु सुखिनः सर्वे निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः शुभदिनं नमस्कारः शुभरात्रि नमस्कारः महोदय धन्यवादः